गुरुभ्यो नमस्कारः. अस्माकं समासचिन्तनवर्गे सर्वेषां सुस्वागतम्. इदानीं प्रार्थनां कुर्मः. वक्रतुण्डमहाकाय सूर्यभवति समप्रभ, निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा. सरस्वति नमस्तुभ्यं, वरदे कामरूपिणी, विद्यारम्भं करिष्यामि, सिद्धिर्भवतु मे सदा. वाक्यकारं वररुचिं, भाष्यकारं पतञ्जलिं, पाणिनीं सूत्रकारं च प्रणतोऽस्मि मुनित्रयं. येनाक्षरसमां नायम् अधिगम्य महेश्वरात्, कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. अथ माहेश्वराणि सूत्राणि. ऐन ऋक् एवङ्ग अयोच हयवरट धन ञामाङ्गम झभै घ ढ ढष जब गड दश खा फा छा ठा थ षटौ कपै षर हल इति माहेश्वराणि सूत्राणि. अस्तु, गतवर्गे वयम् अजन्विभक्तिसमीपसमृद्धि वृद्धि अर्था भव इति सूत्रे यानि पदानि सन्ति तेषाम् अर्थे कानि कानि अव्ययानि भवन्ति इति दृष्टानि अस्माभिः. अस्माभिः दृष्टम् अत्र अभ्यासार्थं तत्र किञ्चित् मया प्रेषितं. तत्र संशयः वर्तते वा यत् कस्यापि तत्र अभ्यासे? मम एकः संशयः अस्ति महोदय. वदतु भगिनि. रोगस्य अत्ययः तत्र निर्रोगम् अतिरोगमपि भवति, परन्तु निर्रोगम् इति रेफद्वयमस्ति. रो रि इति कार्यं करोति योगरोगं निर्योगरोगं सत्यं. तत्र रोरि इति सूत्रमस्ति. नीरोगमित्येव रूपं भवति सत्यम्. तदेव मम संशयः. नीरोगम् इति तत्र नीरोगम् इति अस्ति चेदपि तत्र समस्तपदमिति स्मर्तव्यम्. नीरोगम् इति भवति सत्यं. रोरि इति सूत्रेण तत्र समीचीनम्. अस्तु, तत्र जलोपे पूर्वशनः इति सूत्रेण तत्र दीर्घत्वं रोरि इति सूत्रं रेफस्य रेफे परे लोपः इति सूत्रशास्त्रः. रोरि प्रथमरेफस्य लोपः, अनन्तरं लोपे पूर्वस्य दीर्घकोणः इति सूत्रेण तत्र दीर्घत्वं पूर्व तत्र लोपस्य पूर्वं यः स्वरः आसीत् तस्य दीर्घत्वम्. तदेव महत्त्वं संशयत. अस्तु, समीचीनम्. अस्तु, अत्र अद्य पारायणं कृतवन्तः. मया विस्मृतं यः कर्तुमिच्छति. अरविन्द महोदय, भवान् करोति वा? कुत सम्प्रति सम्पत्ति अपि भवान् न तत्र पारायणे षट्चत्वारिंशत् पुस्तके पारायणं न कृतवन्तः अद्य विस्मृतवान् वयम् अहं द्वितीयप्रथमस्पादः समर्थपरिभाषा समर्थ पदविधिः समर्थपदविधिः शुभामन्त्रिते पराङ्गवत्स्वरे प्राक्कडारासमासः सह शुभा अव्ययीभावः अव्ययं विभक्तिसमीपसंवृद्धिवृद्ध्यर्थाभावसम्प्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूर्वे अवगपत्यसादृश्यसम्पत्तिसाकल्याण्डवचनेषु यथा सादृश्ये यावदवधारणे तु प्रतीना मात्रार्थे अष्टाशलाघसङ्ख्याः परिणा विभाषा अपपरिबहिरञ्जवपञ्चम्या अक्षशलाखासङ्ख्याः परिणा विभाषा सङ्ख्याः परिणा विभाषा अपपरिबहिरञ्जवः पञ्चम्या आङ्मर्यादाभिविद्योः लक्षणेनाभिप्रति आभिमुख्ये अनुर्यत्समया यस्य जायामः तिष्ठग्धुप्रगतीनि च पारे मध्ये षष्ट्या वा सङ्ख्यावंशेन नदीभिश्च अन्यपदार्थे च संज्ञायाम् समीचीनं महोदय धन्यवादः अस्तु अग्रे अस्माकं जालपुटे अव्ययीभावः इति यत् भागः अस्ति तत्र एतावता अस्माभिः तत् सम्पूर्णतया तत्र अव्ययं विभक्तिसमीपे इति सूत्रे यानि पदानि सन्ति तेषां प्रक्रिया अस्माभिः दृष्टा इदानीं तत्र अन्यसूत्राणि अपि अव्ययीभागाधिकारे सन्ति तेषां विषये किञ्चित् पठामः एतावत् अस्माभिः तत्र सम्प्रति अव्ययीभावः इति अधिकारे अन्यानि अव्ययसम्बन्धानि इति तत् तत्र रोहिणी भगिनी पठति वा आम् महोदय सम्प्रति अव्ययीभावः इति अधिकारे अन्यानि अव्ययीभावसम्बन्धसूत्राणि सन्ति तानि अवलोकयामः एतावता अस्माभिः ज्ञातमेव यत् यथा इति अव्ययस्य चत्वारः अर्थाः सन्ति योग्यता वीप्सा पदार्थानिवृत्तिः तादृश्य अस्ति पदार्थ अनतिवृत्ति पदार्थ अनतिवृत्ति सादृश्यं चेति अग्रे यथा इत्यस्य सादृश्यं विहाय अन्येषु अर्थेषु यथा अग्रे यथा इत्यस्य सादृश्यं विहाय अन्येषु अर्थेषु समासं पश्यामः सादृश्यार्थं विहाय अन्येषु अर्थेषु यथा इति अव्ययं सुबन्धेन सह समस्यते अव्ययीभावसमासः तत्र सम्प्रत्ययविभावे इति किं लिखितमस्ति प्रथमप्रतिच्छेदे किं लिखितमस्ति तस्य आशयः कः कष्टं नैव महोदय अत्र अस्तु अव्ययस्य चत्वारः अर्थाः सन्ति इत्युक्ते योग्यता वीप्सा पदार्थानुवृत्ति सादृशं चेति इति तत्र उदाहरणं वक्तुं शक्नोति वा सादृश्यं विहाय योग्यतार्थे वीप्सार्थे पदार्थ अनिवृत्त्यर्थे इति सम्प्रति अव्ययीभावः इति अधिकारे अन्यानि अव्ययसम्बन्धसूत्राणि सन्ति तानि अवलोकयामः एतावता अस्माभिः ज्ञातमेव यत् यथा इति अव्ययस्य चत्वारः अर्थाः सन्ति इति अस्ति खलु आं महोदय तत्र यथा अर्थे चत्वारर्थाः सन्ति इति, यथा इति पदं यत् सूत्रे अस्ति तस्य चत्वारर्थाः सन्ति, ते योग्यता वीक्षा पदार्थ अनितिवृत्ति तदनन्तरं सादृश्यम्। इदानीं योग्यता इत्युक्ते किं, तस्य अर्थः कः? योग्यता अनियोग्यम् उदाहरणं रूपस्य योग्यम् अनुरूपम्, रूपस्य योग्यम् अनुरूपं वीक्षार्थे वृक्षं वृक्षं प्रति प्रतिवृक्षं वृक्षं प्रतिवृक्षं समीचीनं। पदार्थानति वृत्ति यदा शक्ति शक्ति शक्तिम् अनतिक्रम्य समीचीनम् उत्तमं। सादृश्यार्थे हरेः सदृशः सहरि, सहरि समीचीनं सहरि उत्तमं। तदेव चत्वारः अर्थाः सन्ति, तत्तु अस्माभिः अधीतम्। इदानीं यथा इति अर्थे तस्यैव इदानीं नूतनसूत्रमस्ति, तस्य विषये इदानीम् अग्रे चर्चा भवति। सादृशं विहाय तत्रैव सादृशं विहाय अन्येषु तद् तत्र किम् उक्तम् उक्तमस्ति? सादृश्यार्थं विहाय अन्येषु अर्थेषु यथा इति अव्ययं सुबन्धेनः सह समस्यते अव्ययीभावसमासः च भवति। अन्येषु अर्थेषु इत्युक्ते योग्यता वीप्सा पदार्थ अनिवृत्ति इति अर्थेषु अर्थेषु त्रिषु अर्थेषु तत्र भवति इति अर्थः। समीचीनम्, अग्रे पठतु। यथा सादृश्ये सादृश्यम् इति अर्थं विहाय अपरेषु अर्थेषु यथा इति शब्दः समर्थेन अव्ययेन सह समस्यते अव्ययीभावसमासः च भवति। न सादृश्यम् असादृश्यं तस्मिन् असादृश्ये यथा अव्ययम् असादृश्ये सप्तम्यन्तम्। यथा अव्ययम् असादृश्ये सप्तम्यन्तम् सुभामन्त्रे पराङ्गवे इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। सः सुप इत्यस्मात् सूत्रात् सुपा इत्यस्य अनुवृत्तिः भवति। प्राक्कटारसमासः इत्यस्य अधिकारः अस्ति। समर्थः पदविधि इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति। अव्ययीभावः इत्यस्य अधिकारः अव्ययविभक्तिसमीपसमृद्धिवृद्धि अर्थाभाव अत्यय असम्प्रति शब्दप्रादुर्भाव पश्चात् यथा आनुपूर्व्य योगपद्य सादृश्य सम्पत्ति सावल्य अन्तवचनेषु इत्यस्मात् सूत्रात् अव्ययम् इत्यस्य अनुवृत्तिः भवति। अनुवृत्तिसहितसूत्रम् असादृश्ये यथा अव्ययं सुप् सुपा सह अव्ययीभावः समासः। अर्थः कः? यथा सादृश्ये इति सूत्रम् अत्र अनुवृत्तिः भवति त्रिषु सूत्रेषु। प्रा सुभामन्त्रे पराङ्गवत्सरे इत्यस्मात् सूत्रात् सुप् इत्यस्य सः सुप इत्यस्मात् सुपा इत्यस्य प्राकटारसमासः इति अधि अनुवृत्तिः भवति। अव्ययविभक्ति दीर्घसूत्रेषु सूत्रात् अव्ययम् इति त्रीणि पदानि अनुवृत्तिरूपेण भवति। अन्तिमं सूत्रं भवति असादृश्ये यदा अव्ययं सुप् सुभासः अव्ययीभावः समासः भवति इत्यर्थः। परं सुप इत्युक्ते किं? सुप् पदयन सुप् प्रत्ययान्त पदयन सुबन्तेन सुबन्तेन अव्ययम् इति सुबन्तं सुबन्तेन सह इति अर्थः अव्ययः समासः भवति इति इदानीं यथा इति पदस्य धन्यवादभगिनी यथा इति पदस्य यथा सादृश्ये इति सूत्रे पदद्वयं वर्तते यथा इति प्रथमं पदं द्वितीयपदम् अस्ति असादृश्ये असादृश्ये इत्युक्ते न सादृश्यार्थे यथा इति अव्ययं सदृश सादृश अर्थविहाय अर्थं विहाय अन्येषु अर्थेषु इत्युक्ते तत्र योग्यता वीसा पदार्थ अनतिवृत्ति अर्थेषु एतेषु अर्थेषु अव्ययं यथा इति अव्ययं सुबन्तेन समस्यते अन्यसुबन्तेन सह समस्यते तत्र अव्ययभावः भवति इति अर्थः अस्ति भगिनि समीचीनं परं पठामि न पर्याप्तं भगिनि धन्यवादः महोदय अत्र प्रथमं तत्र ये ये वृद्धा तत् गोमुखी भगिनी पठति वा यथा इति पठामि महोदय यथा ये प्रथमबिन्दुः ये वृद्धाः यथा वृद्धम् अत्र यथा शब्दः सादृश्यर्थे नास्ति ये वृद्धाः इत्यनेन यथा वृद्धम् इत्यत्र यथा शब्दः वीप्सायां वर्तते वाक्यं यथा वृद्धं ब्राह्मणानाम् आमन्त्रस्य यथा वृद्धं ब्राह्मणानाम् आमन्त्रयस्व ये वृद्धब्राह्मणाः सन्ति तान् आहूय इत्यर्थः पूर्वम् उक्तम् असादृश्यार्थे अपि यथा इति अव्ययं समस्तपदं समस्तपदस्य प्रक्रियाया उपयोगं करोति उदाहरणं दत्तं यथा वृद्धं इत्युक्ते वृद्धस्य सदृशः इत्यर्थं नास्ति अत्र असादृश्यार्थं भवति अलौकिक विग्रहवाक्यं ए वृद्धाः यथा वृद्धं फैनल् रूपं भवति अन्तिमरूपम् अन्तिमरूपं भवति तत्र यथा शब्दः सादृश्यार्थे नास्ति वीप्सायां वर्तते वीप्सा इत्युक्ते पुनः पुनः तत्र दीर्घसूत्रे तत्र किम् आसीत् वीप्सायां दीर्घसूत्रे वीप्सा अस्ति वीप्सा पुनः पुनः इति भवति पौनपुण्येन इति भवति इति इत्र अत्र अपि वीप्सायां वर्तते यथा तत्र किम् आसीत् अव्ययं तत्र प्रति इति अव्ययं दीर्घसूत्रे प्रति इति अव्ययं वीप्सार्थे भवति अत्र यथा एव तिष्ठति यथा वृद्धं प्रतिवृद्धं भवति चेत् पुनः पुनः वृद्धेन सह तत्र पौनपुण्येन इत्यपि वदामः तत्र इत्युक्ते वृद्धं वृद्धं प्रति सर्वे वृद्धाः इति अर्थः सर्वे वृद्धः इति सर्वान् वृक्षान् सिञ्चति जलं सिञ्चति सर्वे वृक्षेभ्यः जलं सिञ्चति प्रतिवृक्षं जलं सिञ्चति इति अर्थः भिन्नभिन्न अर्थाः भवन्ति तत्र ये वृद्धाः ये वृद्धाः तत्र ये वृद्धाः इति अर्थे अस्ति तत्र प्रक्रिया कथं भवति अत्र प्रक्रिया कथं भवति वृद्धा योगः जस् वा वृद्धयोगः जस् योगः यथा जस् योगः यथा यथा इति भवति यथा इति अव्ययं भवति तत्र वीप्सार्थे यथा एव आगच्छति प्राकटसमासः इति सूत्रेण अध्ययनसूत्रेण समाससंज्ञा भवति अव्ययीभावः इति सूत्रेण अव्ययीभावसमासः भवति अनन्तरं अव्ययं विभक्ति समृद्धि वृद्धि अर्थः वा इति समासः भवति समाससंज्ञा भवति अनन्तरं समासः भवति कृतद्धितसमासश्च न अविभावसमासः इति उक्तं मया त्वया अविभावः इति तत्र अधिकारसूत्रेण अविभावसमासः तदनन्तरं किं किं सूत्रं कार्यं करोति अनन्तरं वदामि नोट्स् क्षम्यतां महोदय सर्वं समाससंज्ञा भवति अवैभवसमा अनन्तरं ऐ गाड् किं भगिनि तत्र किमपि नास्ति अत्र अस्तु प्राकडरसमासः अनन्तरम् अविभावः तदनन्तरं किं सूत्रं कार्यं करोति सामान्यतया सहसुपा इत्यनेन सुबन्धं सुबन्धेन सह समस्यते अनन्तरम् अव्ययीभावसमासः इति विशेषसंज्ञा भवति अनन्तरं यथा इति अव्ययं दीर्घसूत्रेण नास्ति यथा सादृश्यम् इति सूत्रेण यथा इति अव्ययं यथा सादृश्य इति सूत्रेण समस्यते अनन्तरं सुबन्धेन समस्यते सुबन्धेन समस्यते समस्यते अनन्तरं समाससंज्ञा समास प्रातिपदिकसंज्ञा भवति कृत् तद्धितसमासश्च इति सूत्रेण अनन्तरम् उपसर्जनं कथं भवति इति उपसर्जनं भवति अत्र वृद्धयोगः जस् योगः यथा इति अस्ति अत्र यथा सादृश्य इति सूत्रमस्ति तत्र यथा इति प्रथमाविभक्त्याम् अस्ति अत्र अलौकिकविग्रहवाक्ये अपि यथा एव प्रथमाविभक्त्याम् अस्ति तो सूत्रं सूचयति यथा इति अलौकिकविग्रहवाक्य यथा पदस्य विषये तत् वदति अतः तत् उपसर्जन प्रथमानिर्दिष्टम् उपसर्जनम् इति सूत्रेण तत् उपसर्जनं भवति उपसर्जनं पूर्वम् इति सूत्रेण उपसर्जनं संज्ञायाः उक्तं यथा इति पदं पूर्वमागत्य यथा वृद्धा इति भवति यथा वृद्धा इति भवति अनन्तरं एतत् यथा सादृश्यम् इति सूत्रे यथा सादृश्य इति सूत्रे यथा इति अव्ययमस्ति कथं तस्य प्रथमाविभक्ति भवति अव्ययम् इत्युक्ते अव्ययात् आप्सुपः इति सूत्रेण न न तदा किमपि विभक्तिरूपं स्वीकर्तुं शक्यते खलु अव्ययम् इत्युक्ते तस्य विभक्तिरूपाणि न सन्ति लोपः भूत्वा अत्र अव्ययम् इति अनुवृत्तिरूपेण भवति अयं विभक्तिसमीपसम्प्रति इति दीर्घसूत्रात् अव्ययम् इति पदम् अनुवृत्तिरूपेण अस्मिन् सूत्रे आयाति. तदा अव्ययम् इति पदं प्रथमाविभक्त्याम् अस्ति इति कृत्वा तत्र प्रक्रियायां यत् पदम् अव्ययम् अस्ति तस्य उपसर्जसंज्ञा इति स्मर्तव्यम्. सादृश्ये यथा अव्ययं सुप्सुपा अव्ययप अत्र ओके अनुवृत्तिः भवति यद् अधः अव्ययं यथा पदम् उपसर्जनं भवति अस्तु न अनन्तरम् उपसर्जनं पूर्वमागत्य यथा वृद्धा भवति अव्ययीभावसमासश्च इति सूत्रेण तस्य अव्ययसंज्ञा भवति. अनन्तरम् अव्ययभावश्च इति द्वितीयसूत्रेण तस्य नपुंसकत्वमपि भवति. अनन्तरम् अकारान्तं नपुंसकं नपुंसकात् तत्र लिङ्गवचननिर्णयम् अभवत्. अनन्तरम् अपि तस्य सुप् योजनं भवितव्यं सुप् योजनं तत्र तथा प्रबाद्य सूत्रं कार्यं करोति अव्यय अव्ययभावे अतोत्वपञ्चम्यः इति सूत्रेण सुम् सुप् योजनं प्रतिपाद्य अमिपुर् अम् आगच्छति अमिपुरुः इति सूत्रेण तु तथा पञ्चमी विभक्त्या न भवति तो पञ्चमी विभक्त्या यथा वृद्धात् भवति अन्येषु विभक्तिषु यथा वृद्धं भवति परन्तु तृतीयसप्तम्योर्बहुलम् इति सूत्रेण तृतीयविभक्तौ यथा वृद्ध बहुलं रूपद्वयं भवति यथा वृद्धेन यदा वृद्धं सप्तमी बहुले सप्तम्यर्थे यथा वृद्धे यथा वृद्धं भवति बाकि विभक्तिषु यथा वृद्धमेव तिष्ठति क्षम्यतां महोदय चिन्ता मास्तु वयं सर्वे अहमपि दोषान् करोमि एव तत्र दीर्घसूत्रात् हाबिट् अभवत् न तत्र दोष नास्ति धन्यवादः विनय महोदय विनय महोदय विनय महोदय ओ विनय महोदय आई थिंक इट वाज अनम्यूटेड हां जी आई एम हियर अस्तु तत्र ये ये अध्यापकाः अस्ति तस्य प्रक्रिया कीदृशी परन्तु ये ये अध्यापकः अहं प्रक्रिया करोमि परन्तु समस्तपदं यथा अध्यापकम् अस्ति हा प्रथमसम्बन्धे अपि वृद्धा यथा वृद्धम् अस्ति अतः अमिपूर्व अमिपूर्वसन्धि कथं भवति यथा यथा वृद्धं प्राप्तुम् अमिपूर्वः कुत्र भवति अहं न अवगच्छामि अमिपूर्व तु तत्र यदा अकारः अस्ति तस्मात् अकारान्तप्रातिपदिक अस्ति अकारान्तं भवितव्यम् इति नास्ति तत्र अम् इति प्रत्ययः अस्ति अम् इति प्रत्ययः अस्ति तदा अमि पूर्वः अमि इति अम् इति प्रत्यये पूर्व पूर्वरूपम् एकादेशः भवति इति अर्थः तस्य सूत्रस्य अर्थः कदा भवति सुप् योजने एव भवति खलु यदा वयं सुप् योजयामः अम् इति सुबन्तं योजयामः तदेव भवति खलु सुबन्तं वयं योजयामः तदनन्तरं प्रथम नावैभावात् सूत्र आयाति अम्भावः भावः अस्ति तदनन्तरम् अमिपूर्वः आयाति परन्तु मम क्लेशः अत्र यथा यथा योगः वृद्ध अस्ति वा वृद्धा अत्र वृद्धा इति स्वीकरोति चेत् ह्रस्व नपुंसके प्रातिपदिकस्य इति सूत्रेण तत्र वृद्ध इति भवति खलु अतः ह्रस्व नपुंसके प्रातिपदिकस्य आयाति तदनन्तरं यथा वृद्ध भवति सत्यं महोदय वृद्धा कथम् आगच्छति वयं वृद्धायोगः जस् तत्र जस् लोप भूत्वा वृद्धा एव तिष्ठति वृद्धा नास्ति न न वृद्ध इति प्रातिपदिकं तस्मात् जस् इति तत्र प्रत्ययं वृद्धाः इति भवति तत्र प्रातिपदिकं किं प्रातिपदिकं किं वृद्धा अत्र वृद्धा अस्तु अस्तु वृद्धा इति स्वीकरोति चेत् यथा इदानीं ये ये तत्र या या वृद्धाः इति स्वीकुर्मः तदा एव तत्र यथा तत्र याः याः वृद्धाः अस्ति इति चेत् तदा किं स्त्रीलिङ्गं अत्र उभयत्र स्त्रीलिङ्गं भवतु पुल्लिङ्गं भवतु उभयत्र बहुवचनरूपं समानम् अस्ति अतः ये ये अध्यापकाः यथा अध्यापकं समस्तपदम् अथ यथा अव्ययं योग यथा अव्ययं योग यदि अहम् अध्यापक वदामि सम्यक् नास्ति अतः यथा योग अध्यापक योगाजस् उत्तरपदम् अध्यापक योगाजस् अतः अध्यापक यदि प्रातिपदिकम् अस्ति रामसमान तर्हि जस् सम्यक् अस्ति अतः यथा योग अध्यापक योग जस् भवान् सम्यक् अस्ति वा न अतः अग्रे गच्छामः प्रथमं महोदय तत्र सम्पूर्णतया तत्र सारांशरूपेण पर्याप्तं सारांशरूपेण झटिति वदामि प्रथम समाससंज्ञा प्राक्कडरात् समासः अधिकारसूत्र तर्हि विशेष समाससंज्ञा विभावः तदनन्तरं प्रातिपदिक समासवृत्तिः निर्माणं कृतत् समासः च प्रातिपदिक तर्हि अव्ययप्रत्ययलोपः सुपधातुप्रातिपदिकयोः लुक् दर्शनं लोपः सुप्त्यन्तं पदं प्रत्ययलोपे प्रत्ययलक्षणं तदनन्तरं दीर्घसूत्र आयाति विभक्ति इत्यादि तदनन्तरं दीर्घसूत्रम् आयाति वा किं दीर्घसूत्रम् आयाति अत्र दीर्घसूत्रम् आयाति याव यथा प्रथमविभक्ति तत्र किं सूत्रम् आगच्छति इति वदतु महोदय वीर्यसूत्रं किम् आगच्छति वा अत्र तत्र कार्यम् अस्ति वा अत्र न दीर्घसूत्र कार्यद्वयं करोति किं कार्यं करोति हा धीरसूत्रं कार्यं करोति प्रथमकार्यम् अव्ययम् अव्ययं सह समस्यते अव्ययम् अनव्ययं सह समस्यते तदन्त विधि उपरान्त सुबन्तं सुबन्तेन सह समस्यते इदानीं प्रकृतविषये तस्य प्रयोगः अस्ति वा दीर्घसूत्रस्य आवश्यकता अस्ति वा दीर्घसूत्र अत्र अर्थः यथा सादृश्यः दीर्घसूत्रे अतः न विहितः न विहितः न विहितः अत्र तदा किं केन सूत्रेण अव्ययं यथा इति अव्ययं सुबन्तेन समस्यते यथा इति अव्ययं केन सूत्रेण समस्यते सुबन्तेन यथा अव्ययं केन सूत्रेण समस्यते यथा सादृश्य यथा सादृशे इति सूत्रेण इति स्मर्तव्यं यथा असादृश्य सूत्रेण समस्यते इदानीं उपसर्जनम् इति कथं भवति इति वदति वा यथा प्रथमनिर्दिष्टं समास उपसर्जनं प्रथमतया तर्हि उपसर्जनं पूर्वं विधिसूत्र पूर्वनिपात् भवति तदनन्तरं अत्र भवति यथा अत्र प्रातिपदिक भवति प्रातिपदिक अस्ति यथा वृद्ध अहं केवलं यथा वृद्ध वदामि यथा वृद्ध न अध्यापक न यथा वृद्ध वृद्ध वा तद् भगिनी उक्तवती खलु अध्यापक ओ क्षम्यताम् अध्यापक यथा अध्यापक भवति तदनन्तरं यथा अध्यापक यथा अध्यापक प्रातिपदिक अस्ति तदनन्तरम् अग्रे गच्छामः प्रथमकार्य लिङ्ग् निर्णयः कर्तुं पूर्वं सुप् आयाति यतः प्रातिपदिकसुप् विना वक्तुं नास्ति तदनन्तरं त्रीणि सूत्राणि क्रमेण आयान्ति प्रथमसूत्र न वैभावन्तु पञ्चम्याः अत्र न विहितः सुब्लुक् न भवति परन्तु अम्भाव भवति तर्हि अमि पूर्वः आधारे अम्भावेन केन सूत्रेण भवति न अवैभावात् अत्वं तु पञ्चम्यः सूत्र प्रथमं वदामि तदनन्तरम् अभिपूर्वः सन्धिः अस्ति तदनन्तरं तृतीयसप्तम्योः बहुलं तृतीयसप्तमेव बहुलम् अपि अति अदन्तात् वैभावात् अम्भावः स्यात् पूर्वतया विहितः पूर्वसूत्रेण प्राप्तः परन्तु अयं सूत्र तस्य अपवादः सदृश्य अपि च बहुलं विकल्पेन विहितः तदनन्तरम् अदन्तात् सा नसि न स्थाने एन् आदस्य आदेशः अतः रूपं अत्र इत्थं भवन्ति. एकक्षणं मम कम्प्यूटर् अध्यापक अथ यथा अध्यापकं यथा अध्यापकं यथा अध्यापकं यथा अध्यापकं तृतीया विभक्ति अपि च इन् आदुगुणः कारणेन न भवति तर्हि यथा अध्यापय तत् सर्वं पर्याप्तं महोदय. इदानीं तत्र रूपं मात्रं वदतु. रूपं यथा अध्यापकेन यथा अध्यापक यथा अध्यापकेन यथा रामेण राम यथा अध्यापकाभ्यः यथा अध्यापकैः तृतीया अपि च यथा अध्यापकाभ्यां रामेण रामाभ्यां क्षम्यतां यथा अध्यापकाभ्यां तर्हि बहुवचन यथा अध्यापकैः पञ्चमी यथा अध्यापकात् यथा अध्यापकाभ्यां यथा अध्यापकेभ्यः सप्तमी यथा अध्यापके यथा अध्यापकयोः यथा अध्यापकेषु अपि च यथा अध्यापकं यथा अध्यापकं यथा अध्यापकम् अत्र ये छात्राः यथा छात्रम् अत्रापि यथा शब्दो वीक्षायां वर्तते इति अस्ति. तत्र किमपि नूतनं नास्ति. अत्र रूपस्य योग्यं यथा रूपम् अत्र यथा शब्दो योग्यतायां वर्तते. तत्र अरविन्द महोदय तस्य प्रक्रिया प्रदर्शयति वा प्रक्रियां प्रदर्शयति वा तस्य पदस्य तत्र रूपस्य योग्यं यथा रूपं रूपस्य योग्यं यथा रूपं तत्त्वरा तत्र अलौकिकविग्रहः किं भवति रूपयोग ङस् योगः योग्यं यथा इति रूपस्य रूपयोग ङस् योग यथा इति अलौकिकविग्रहवाक्यं प्राक्कणसमास अभ्ययभाव इति सूत्रद्वयेन संज्ञाद्वयं भवति. तदनन्तरं यथा सादृश्ये इति सूत्रेण अव्ययीभाव विधीयते. यथा इति पदम् अव्ययम् अस्ति कृत्वा तस्य पूर्वनिपातं भवति उपसर्जनं पूर्व इति सूत्रेण तत्र रूपं भवति यथा तत्र उपसर्जनं भवति उपसर्जनसंज्ञा केन सूत्रेण भवति संज्ञा भवति प्रथमानिर्दिष्टम् उपसर्जनं प्रथमानिर्दिष्टम् उपसर्जनम् उपसर्जनं कस्य पदस्य कस्य पदस्य यथा इति अव्यय यथा इति अव्ययस्य अव्ययम् इति अनुवृत्तिरूपेण सूत्रे विद्यमान सूत्रे विद्यमान यथा शब्दस्य वा अथवा प्रक्रियायां विद्यमान यथा शब्दस्य वा सूत्रे विद्यमान यथा पद्यस्य तद् निर्दिष्टपदम् अपि यथा अस्ति तथा एकनिमिषं तत्र यदा अव्ययं यथा सादृश्य इति अव्ययं पदम् अस्ति प्रथमा विभक्तिम् अव्ययं पदं निर्दिष्टति यदा इति अलौकिकग्रवाक्ये यथा इति शब्दस्य तदा अव्ययं यत् पदम् अस्ति तदेव प्रथमाविभक्त्याम् अस्ति इति स्मर्तव्यम्. आम्, यथा इति सूत्रे, यथा इति सूत्रे प्रथमाविभक्तिं यत् पदं निर्दिष्टति तत् तस्य पदस्य उपसर्जन संज्ञा भवति, तत् कारणेन उपसर्जनं पूर्व इति विधिसूत्रेण तस्य उपसर्जनं भवति, पूर्वनिपातं भवति. तदनन्तरं यथा रूप इति अकारान्त अस्ति इति कारणेन अव्ययभावात् अतं तु पञ्चम्या इति सूत्रेण अम्भावं भवति यथा रूप. तदनन्तरं पञ्चमीं विहाय पञ्चमी तु यदा रूपात् इति भवति. तृतीया सप्तम्योर्बहुलम् इति न विकल्पेन रूपद्वयं भवति. यदा रूपे यदा रूपेण यदा रूपे इति रूपद्वयमपि भवति तृतीया सप्तम्योर्. तथा अग्रिमबिन्दुमपि पठतु महोदय. यथा हरिस्तथा हरे हरः. हरे उपमानत्वं यथा शब्दः द्योयति द्योतयति यथा शब्दः सादृश्यार्थं सूचयति. यथा हरिः अस्ति तथैव हरः अपि अस्ति. यथा हरिस्तथा हरः इति वाक्ये यथा शब्दः सादृश्यार्थे अस्ति, अतः अव्ययभावसमासः न भवति यथा सादृश्ये इति सूत्रेण. यदा देवदत्तः तदा यज्ञदत्तः अस्मिन् वाक्ये यथा शब्दः पञ्चमबिन्दुः वदति हरिहरेः सादृश्यं सूचयति यथा हरि तथा हरः इति वाक्येन. तत्र सादृश्यार्थे सादृश्यार्थं सूचयति कृत्वा यथा असादृश्ये इति सूत्रं तत्र न कार्यं करोति इति कृत्वा यथा इति अत्र अव्ययं अव्ययभावसमाससंज्ञा न अव्ययभावसमाससंज्ञा कर्तुं न शक्यते. समासं न भवति अस्य सूत्र विधानेन अनेन सूत्रेण न भवति. तदा एव देवदत्त यज्ञदत्त यथा तदा एव यज्ञाद्य षष्ठमपि वदति तदेव वदति न भवति. धन्यवादः महोदय. अरुणा भगिनी श्रूयते महोदय. नमस्कारः. इदानीं श्रूयते. तत्र प्रश्नः उदेति यत् महोदय प्रश्नः उदेति यत् यथा इति अव्ययस्य अव्ययं विभक्तिसमीपसमृद्धि वृद्धि अर्थाभाव अत्यय असम्प्रति शब्दप्रादुर्भाव पश्चात् यथा आनुपूर्व्य योगपद्य सादृश्य सम्पत्ति सम्पत्तिसाकल्यन्तवचनेषु इति सूत्रेण अव्ययभावसमासः सिद्धः. तर्हि किमर्थं प्रकृतसूत्रे पुनः उक्तः? वयं पूर्वं वयं दीर्घसूत्रं स्वीकृत्य अव्ययविभक्तिसमीपसूत्रं यथा स्वीकृत्य समासकृतवन्तः सादृश्यभावे, परन्तु नूतनसूत्र अत्र यथा यथा सादृश्ये चतुर्षु अस्तेषु वयं कृतवन्तः तत्र अत्र, परन्तु यथा सादृश्ये इति सूत्रं वदति सादृश्य अर्थविहाय एव यथा शब्द वीप्सा योगपदार्थानतिवृत्तिः इति अर्थेषु एव कर्तुं शक्यते इति अर्थम्. ततः प्रश्नः अस्ति किमर्थं सूत्रद्वयम् अस्ति यथा प्रयोजनम् इति समाधानम् अस्ति. पठामि महोदय. पठतु पठतु. यथा इत्यस्य चत्वारः अर्थाः सन्ति, योग्यता, भीप्सा, पदार्थनतिवृत्ति, पदार्थानवृत्ति, पदार्थ अनतिवृत्ति, सादृश्य सादृशञ्चेति. एतेषु अर्थेषु तु समासः प्राप्तः आसीत्. अव्ययं विभक्तिसमीपसमृद्धिवृद्धि अर्थाभावाध्यय असम्प्रति शब्दप्रादुर्भाव पश्चात् यथा आनुपूर्य योगपथ्य सादृश्य सम्पत्ति साकल्यान्तवचनेषु इति सूत्रेण. तर्हि प्रकृतसूत्रस्य का आवश्यकता इति पुष्टे सति प्राकृतसूत्रेण प्राप्तसमासस्य निषेधं क्रियते सादृश्यर्थे. वयं जानीतवतः सामान्यतः यथा इति चत्वार अर्थः अस्ति दीर्घसूत्रेण. यथा युज्य अव्ययपद अव्यययुज्य समासः कर्तुं शक्नुमः, परन्तु नूतनसूत्रद्वारा तस्य निषेधः भवति. सादृश अर्थे यथा यथा समस्या समासः कर्तुं न शक्नोति इति सूत्रं वदति. अत्र काशिकायाम् उक्तं यथार्थे यत् अव्ययं पूर्वेण एव सिद्धे समासे सूत्रम् इदं सादृशप्रतिषेधार्थम् इति. सादृशप्रतिषेधार्थम् अर्थात् यथा हि अव्ययस्य समासः सिद्धिः अस्ति सिद्धः अस्ति शुद्धः महोदय सिद्धः नास्ति मम पुरतः सिद्ध एव अस्ति प्रायः सिद्धः एव अस्ति अव्ययं विभक्ति दीर्घसूत्रेण इति सूत्रं कृतम् इति चेत् सादृश्यर्थस्य निषेधार्थम् इति सूत्रेण एव. तर्हि किमर्थं पाणिना पुनः यदा सादृश्ये इति सूत्रं कृतम् इति चेत् सादृश्यर्थस्य निषेधार्थं यथा इति अव्ययस्य सादृश्यं विहाय अन्येषु अर्थेषु एव अत्र अव्ययीभावसमासः उच्यते. अहं न अवगतं महोदय, साहाय्यं करोतु. अत्र किं यद्यपि तत्र यथा इति तत्र विभक्तिसमीपसमृद्धि इति सूत्रे यथा इति पदम् आयाति आम् तदा तत्र चतुर्षु अर्थेषु तस्य प्रयोगः भवति. यथा इति शब्दस्य चत्वारः अर्थाः सन्ति इति अस्माभिः दृष्टं. तत्र तु सादृश अर्थः उल्लेखितः अस्ति सादृशार्थे इति यथा इति तु तत्र सादृश उल्लेखित अस्ति. अत्र तु सादृश इति यः अर्थः अस्ति सादृश अर्थे तस्य यथा इति अव्ययस्य प्रयोगः न भवति इति कृत्वा तत्र नूतनसूत्रम् आवश्यकम् अस्ति इति तत्र काशिकाकारः वदति. अत्र मम चिन्तनम् एवमस्ति, तत्र तु यद्यपि यथा इति अस्ति, यथा इति चत्वारः अर्थाः सन्ति, तेषु तत्र भिन्नभिन्न अवयानि प्रयुक्तानि भवन्ति, यथा तत्र यथा केवलं यथाशक्ति तत्र अनतिक्रम्य इत्यर्थे एव यथा इति अव्ययस्य प्रयोगः दृश्यते. इदानीं वीप्सार्थे प्रति इति वृक्षं वृक्षं प्रति प्रतिवृक्षम् इति प्रयोगः भवति, अपि च तत्र योग्य अर्थे अनुरूपं तत्र अणु इति अव्ययम् उक्तमस्ति. अत्र यथा इति साक्षात् यथा इति अव्ययम् अव्ययस्य प्रयोगः क्रियते तु इदानीं संशयं भवति तत्र यथा इति तत्र यथा इति उक्तमस्ति अत्र अपि चतुर्षु अर्थेषु भवितुम् अर्हति वा इति संशयः भवति. यद्यपि तत्र यदा अस्माभिः उदाहरणानि दृष्टानि तत्र यथा वृद्धं यथा अध्यापकं यथा रूपं तत्र वीप्सार्थे योग्यार्थे उदाहरणानि उदाहरणद्वयं तत्र अस्माभिः दृष्टम्. अत्र यथा इति साक्षात् अव्ययं वयम् उपयोगं कुर्मः, वीप्सार्थे तत्र प्रति इति अव्ययमासीत्, अत्र साक्षात् यथा इति अव्ययम्. तदनन्तरं योग्यार्थे अणु इति आसीत्, अत्र तु यथा एव अस्ति. एवं चतुर्षु अर्थेषु यथा इति प्रयोगं कर्तुं शक्नुमः वा इति अस्ति चेत् न न तादृशं नास्ति, चतुर्षु नास्ति, केवलं त्रिषु अर्थेषु एव तस्य प्रयोगः भवति इति कृत्वा यथा असादृश्ये सादृशं विहाय अन्येषु अर्थेषु तत्र यथा इति अव्ययं सुबन्तेन समस्यते इति अस्ति इति कृत्वा पृथक्तया सूत्रं पाणिनिमहर्षि रचितवान्. केवलं निषेधार्थमेव पाणिनीय रचितं. हा तत्र इदानीं केवलं यथा इति इदानीम् अत्र सूत्रस्य आवश्यकता किम् इति चर्चा तस्य चर्चायाः आवश्यकता नास्ति इति अहं चिन्तयामि. इत्युक्ते तत्र अत्र तु साक्षात् यथा इति अव्ययमेव वयं प्रयोगं कुर्मः. आं महोदय. तत्र तु भिन्नभिन्न अव्ययानि आसीत् अव्ययानि आसन्, अत्र तु यथा इति एव एकमेव अव्ययं भिन्नभिन्न अर्थेषु वयं प्रयोगं कुर्मः. तु यथा इति अव्ययं प्रयोगं कुर्मश्चेत् कस्मिन् अर्थे तस्य प्रयोगः भवति इति संशयः भवति. तदा पाणिनिमहर्षिः वदति असादृश्ये इति वदति. इदानीम् असादृशे इति किं सादृशं विहाय अन्येषु अर्थेषु तु अन्येषु अर्थेषु इत्युक्ते किं? तदा पूर्वस्मिन् सूत्रे यथा इति अव्ययस्य केषु अर्थेषु तस्य प्रयोगः आसीत् तेषु येषु अर्थेषु तस्य प्रयोगः आसीत् तेषु सदृशं विहाय अन्यासु अन्ये ये अर्थाः सन्ति तेषां ग्रहणम् इति तेषां ग्रहणम् इति अर्थः. इत्युक्ते तद् वीप्सार्थे योग्यार्थे तदनन्तरम् अनितिक्रम्यार्थे इति तद् वक्तुमेव यथा सादृशे इति सूत्रं रचितवान् इति मम चिन्तनम् अस्ति. धन्यवादः. अस्तु तत्र रोहिणी भगिनी अग्रिमं परिच्छेदं पठति वा? सारांशः. रोहिणी भगिनी महोदय सारांशः इत्यत्र तादृशं योग्यता वीत्सा पदार्थादिनोति इति रूपे वर्तमानं यथा इति अव्ययं समस्यते इति अर्थस्य यथार्थत्वात् नाम अव्ययविभक्तिसमीपसमृद्धिवृद्धि अर्थाभावः अत्यय असम्प्रति शब्दप्रादुर्भावः पश्चात् यदा आनुपूर्व्य यौगपद्य तादृश्यसम्पत्ति साकल्य अन्तवचनेषु इति सूत्रेणैव सूत्रेण एव निर्वासं यदा तादृशे इति सूत्रमुच्यते अतादृशे एव इति तर्हि नियमसूत्रं नाम किम् इति अग्रे उच्यते अत्र नियम्यते इत्युक्ते नियम्यते तादृश्यार्थं विहाय पूर्वसूत्र दीर्घसूत्रादेव यदा शब्दं प्रयोगं करोति अत्र असादृश्य अर्थे अपि यदा शब्दं यदा इति अव्ययं समस्यते इति तद् नियमकरणं करोति यदा असादृश्य इति सूत्रम् नियमसूत्रं नाम किम् नियमसूत्रं नाम किं वस्तुतः प्रकृतसूत्रं केवलं वदति यत् यथा इति अव्ययस्य अव्ययीभावसमासः भवति परन्तु तादृश्यार्थे न सिद्धे सति आरभ्यमाणे विधिर्नियमाय भवति नियमाय भवति सिद्धे सति आरभ्यमाणे विधिः नियमाय भवति इति नियमसूत्रस्य लक्षणम् अयम् अव्ययीभावसमासः पुनः उक्तः यदा असादृशे इति सूत्रे यतोहि अनेन नियमयति यदा असादृशे इति सूत्रं नियमसूत्रम् अस्य अव्ययीभावसमासस्य पुनः कथनेन केवलम् असादृश्यार्थे सादृश्यार्थे न इति स्मृतिदातः प्रयोगम् अव्ययं विभक्तिसमीपादि दीर्घसूत्रेण उक्तम् एव परन्तु पुनः वदति नियमकरणाय तत्र असादृश्यार्थे एव यथा इति अव्ययं प्रयोज्यते तत् नियमं नियमकरणाय एव पुनः यथा सादृशी इति सूत्रम् उच्यते इत्युक्ते तत्र नियमयति नियमयति इति अस्ति खलु अनेन नियमयति सिद्धे सति आरभ्यमाणे विधिः नियमाय भवति इति सूत्रेण नियमकरणं नियमसूत्रं न न तत्र नियमसूत्रस्य लक्षणम् इत्युक्ते किं लक्षणम् इत्युक्ते तस्य स्वरूपं किं कथं सिद्धे सति आरभ्यमाणे विधिः आरभ्यमाणे विधिः आरभ्यमाणो विधिः आरभ्यमाणः विधिः इति अर्थः सिद्धे सति आरभ्यमाणः विधिः नियमाय भवति इत्युक्ते तत्र सिद्धे सति इदानीं सिद्धे सति इत्युक्ते सादृशार्थे तस्य प्रयोगः सिद्धे सति इदं सूत्रम् इदं यथासादृशे इति सूत्रम् आरभ्यमाणः इत्युक्ते आरभ्यमाणः विधिसूत्र आरभ्यमाणविधिः इत्युक्ते किं यथा इति अव्ययं सादृशार्थे सादृश्यार्थे तत् चतुर्षु अर्थेषु कार्यं करोति इति उक्तमस्ति चतुर्षु अर्थेषु यथा इति अव्ययं सुबन्तेन समस्यते इति उक्तमस्ति तत्र सिद्धे सति इत्युक्ते चतुर्षु अर्थेषु तस्य प्रयोगः सिद्धे सति आरभ्यमाणः विधिः इत्युक्ते तत्र विधिसूत्रम् आरभ्यमाणः अस्ति कार्यं कर्तुं तत्र सिद्धः अस्ति विधिसूत्रं तदा इदं सूत्रं तं सूत्रं नियमयति, इत्युक्ते तस्य इदानीं सीमां न्यूनीकरोति, इत्युक्ते बृहत् क्षेत्रं, क्षेत्रस्य न्यूनीभावः भवति, इत्युक्ते एकं क्षेत्रमस्ति, क्षेत्रस्य पूर्ण पूर्णे क्षेत्रेषु तस्य कार्यं न भवतु, किञ्चित् तस्य न्यूनीकरोति. नियमयति इत्युक्ते कण्ट्रोल् इस् रेस्ट्रिक्ट् इत्यर्थः, रेस्ट्रिक्ट् इति वदामः खलु, नियमयति तस्मिन्, तदा इदं सूत्रं किं करोति, तस्य कार्यक्षेत्रं न्यूनीकरोति. तादृशार्थे न भवति इति न्यूनीकरोति. तु तत्र सामान्यतया क्षेत्रम् इत्युक्ते द फील्ड् आफ् आपरेशन्, फील्ड् आफ् तत्र क्षेत्रे चत्वारः अर्थाः सन्ति. इदानीं यथा सादृशे इति सूत्रं किं करोति, तस्य क्षेत्रस्य तस्य तं क्षेत्रं न्यूनीकरोति, तदेव अर्थः इति सूत्रं नियमसूत्रम् इति कृत्वा नियमसूत्रम् इति वदामः. समासे पुनः कस्मिन् केवलम् असादृशार्थे, सदृशार्थे न इति फलितार्थः. अस्तु, अत्र एषः कस्यापि संशयः अस्ति वा? अवगम्यते. अस्तु भगिनि, समीचीनम्. पुनः पठनीयं वा? पर्याप्तं भगिनि, एकनिमिषम्. धन्यवादः भवान्. अहम् अत्र पञ्चनिमिषं बहिः जायते. अस्तु अस्तु, गच्छति वा? अस्तु. अत्र अग्रे गोमती भगिनि. तृतीयबिन्दु, अवधारणार्थे यावत् इति अव्ययं सुबन्तेन सह समस्यते अव्ययीभावसमासः च भवति. यावदवधारणे, यावदवधारणे इति सूत्रम्. अवधारणार्थे यावत् इति अव्ययस्य समर्थेन सुबन्धेन सह समस्यते. अवधारणं नाम निश्चयः, इण्डिकेशन् आफ् ए नम्बर् इति अत्तापरिच्छेदे गम्ये यावत् इति अव्ययं समस्यते सो अव्ययीभावः. इयत्तापरिच्छेदे गम्ये यावत् इति अव्ययं समस्यते सोऽव्ययीभावः इत्यर्थः. यावद् अव्ययम् अवधारणे सप्तम्यन्दं सुभामन्त्रिते पराङ्गवत्स्वरे इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति. सः सुपा इत्यस्मात् सूत्रात् सुपा इत्यस्य अनुवृत्तिः भवति. प्राक् कटारात् समासः इत्यस्य अधिकारः अस्ति. समर्थः पदविधिः इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति. अव्ययीभावः इत्यस्य अधिकारः, अव्ययं विभक्ति समीप समृद्धि वृद्धि अर्थाभाव अत्यय असम्प्रति शब्दप्रादुर्भाव पश्चात् यथा आनुपूर्य यौगवद्यसादृश्यसम्पत्तिसाकल्यन्तवचनेषु इत्यस्मात् सूत्रात् अव्ययम् इत्यस्य अनुवृत्तिः भवति. अनुवृत्तिसहितसूत्रम् अवधारणे यावत् अव्ययं सुप् सुपासः अव्ययीभावः समासः. अवधारणार्थे यावत् इति अव्ययस्य उपयोगं भवति समस्तपदनिर्माणार्थम्. यावत् इति अव्ययं सुबन्धेन सह समस्यते समस्तपदं भवति. अवधारणस्य अर्थः भवति निश्चयः. इयत्त इत्युक्ते येन प्रकारेण इत्युक्ते फिक्सड् क्वाण्टिटि इयत्ता परिच्छेदे इफ् बीङ्ग् लिमिटेड् बै अ क्वाण्टिटि परिच्छेद इत्युक्ते लिमिटेशन् परिच्छेदः इयत्ता परिच्छेदे गम्ये यावत् इति अव्ययं महोदय इत्युक्ते क्वाण्टिटि आर् परिच्छेद इत्युक्ते अनुच्छेदः परिच्छेदः इत्युक्ते बेसिक्लि डिलिमिटेड् इयत्ता बै क्वाण्टिटि इट् इस् लिमिटेड् बै सम् क्वाण्टिटि आर् a fixed quantity. Idanim pustake satapatrani santi, it is a fixed quantity, we can count and say. Very good. Ittaya parichede, sorry, iyatta parichede gamye yavat iti avyayam samasyate so avyay bhavaha ityarthah. अनन्तरं यावदवधारणे इति सूत्रस्य सूत्रं कदा भवति इति दत्तं. पूर्णसूत्रं भवति, ऐ मीन् अनिवृत्तिसहितसूत्रं भवति अवधारणे यावत् अव्ययं सुप् सुपासः अव्ययीभावः समासः. तत्र अवधारणे इति पदम् एतत् सूत्रे अस्ति. यावत् एतस्मिन् सूत्रे अस्ति एतस्मिन् सूत्रे अवधारणे अस्ति. यावत् पदम् अपि एतस्मिन् सूत्रे अस्ति. अव्ययम् इति पदम् अस्माकं प्रथमदीर्घसूत्रेण नीयते. सुप् सुपा तदपि सुप् सुपा इति सूत्रात् सोरि सहसुपा इति सहसुपा सहसुपा इति सूत्रात् सुपा इति पदस्य अनुवृत्तिः. सुप् कुत्र शुभामन्त्रिते आम् शुभामन्त्रिते इत्यस्मात् सुप् आयाति. अनन्तरम् अव्ययीभावः समासः तत् अव्ययीभावः समासः दीर्घसूत्रात् न अव्ययीभावः इति सूत्रात् अव्ययीभावः आगच्छति समासः. समासः पदं कुत्र से प्राकटरसमासः इति सूत्रस्य अर्थम् अनुवृत्तिसहितसूत्रेण भवति. अवधारणे इति अर्थे यावत् इति सुबन्धपदं तद् अव्ययमपि अस्ति. तत् सुबन्धेन सह समस्य अव्ययभावः समासः भवति इति अर्थः. तु अवधारणार्थे इति स्मर्तव्यम्. तत्र मुख्यविषयः अस्ति अवधारणार्थे यावत् इति अव्ययं सुबन्धेन समस्यते इति. तस्य अर्थं भवति फिक्स्ड् क्वाण्टिटि. इफ् सपोज् वि वाण्ट् टु से अबौट् फिक्स्ड् क्वाण्टिटि यथा अवधारणार्थे यावत् इति अव्ययस्य उपयोगं करोति. अस्तु भगिनि, धन्यवादः. धन्यवादः. विनय महोदय, आं भवान् यथा यावन्ति पत्राणि इति अस्ति तत् पठति वा? यावन्ति पत्राणि यावत् शब्द नपुंसक अपि च नपुंसक स्त्रीलिङ्ग पुल्लिङ्ग सर्व समानं भवति. अत्र नपुंसक यावन्ति पत्राणि सो यावत् पत्रं समास समस्तपदम् अस्ति, अतः यावन्ति पत्राणि तावन्ति भोजनानि. यावत् इति शब्दः अवधारणार्थे अस्ति, यतः हि कति पत्राणि इति गणयितुं शक्यते. अतः यदि वयं लौकिकविग्रहवाक्यं दत्तः, यावन्ति यावन्ति पत्राणि, अत्र अलौकिकविग्रहवाक्यं यावत् पूर्वपदं योग तत्र अदन्तं पदं योग जस् समास प्राक् करारात् समासः समाससंज्ञा सामान्यसंज्ञा, तदनन्तरं अविभावः विशेषसंज्ञा, तदनन्तरं प्रातिपदिक वा समासवृत्तिः निर्माणं भवति. कृतत् समासः च प्रातिपदिक अव्ययप्रत्ययः लोपः केन सूत्रेण यावत् इति केन सूत्रेण यावत् इति पदम् अव्ययपदं पत्रम् इति सुबन्तेन समस्यते. तेन सूत्रेण यावद् अवधारणे अत्र सूत्र अस्ति, अतः यावत् अवधारणे यावत् प्रथमा आयाति, अतः यावद् अवधारणे सूत्रं यावत् प्रथम कथं यावत् पूर्वनिपातं भवति, तत् पूर्वप्रयोगः कथं भवति केन सूत्रेण? यावत् अहं यावत् यावत् अवधारणे सूत्रं पश्यामि, अतः अवधारणार्थे यावत् इति अव्यस्य समर्थे समस्य अन्यविषयः, परन्तु यावत् यावत् अवधारणे सूत्रेण अधारेण यावत् प्रथमनिर्दिष्टम्. अत्र प्रथमविभक्ति विभक्त्यन्तं पदं किम्? दीर्घसूत्र अव्ययं विभक्ति समीपत्यादि अव्ययं यावत् अव्ययमस्ति प्रथमनिर्दिष्टं दीर्घसूत्रेण आधारेण. तत्र कथं वा दीर्घसूत्रेण तत्र उपसर्जनसंज्ञा भवति, तदनन्तरं यावदवधारणे इति सूत्रेण तस्य पूर्वनिपातः भवति इति कथं भवति भवान्? समीचीनं न भवति. अतः पूर्वनिपातः भवति अत्र केन सूत्रेण इति वदति महोदय, कथं भवति इति वदति. ओ प्रथमनिर्दिष्टं समास उपसर्जनम् एकसूत्र, तर्हि उपसर्जनं पूर्वं, तर्हि पूर्वनिपा प्रथमनिर्दिष्टं समास उपसर्जनं, तदा कस्य पदस्य उपसर्जनसंज्ञा अस्ति? प्रथमनिर्दिष्टं समास उपसर्जनं सूत्र अस्ति, सूत्रस्य आधारेण प्रथमनिर्दिष्टं प्रथमनिर्दिष्टं उपसर्जनं अहं केवलं शब्दार्थ यु नो सम्बन्धे संशयः नास्ति, परन्तु प्रथमनिर्दिष्टं समास उपसर्जनं शब्द उपसर्जनं अत्र अस्तु. प्रथमया सूत्रेषु प्रथमया निर्दिष्टं पदं तस्य उपसर्जनं, तदनन्तरं तेन सूचितं पदम् इत्युक्ते लक्षितं पदं, तेन लक्षितं पदमपि उपसर्जनं भवति. इदानीं सूत्रे कस्य पदस्य उपसर्जनसंज्ञा भवति? कस्य पदस्य उपसर्जन संज्ञा भवति वयं द्वयपदम् अत्र पश्यामि यावत् एकपदं तदनन्तरं पूर्व उत्तरपदम् अथवा प्रथमपदं न विभक्ति प्रथम पदं पूर्वपदम् अस्ति यावत् इति अव्ययमस्ति अव्ययस्य प्रथमविभक्तिः द्वितीयविभक्तिः इति नास्ति अवधारणे इति षष्ठी क्षम्यतां सप्तमी विभक्त्याम् अस्ति सप्तम्यन्तम् अस्ति तथा प्रथमविभक्त्यन्तं पदं किमपि नास्ति अवधारणे सप्तमविभक्तिः अस्ति परन्तु अवधारणे अव्ययं न भवति अवधारणे उपसर्जनसंज्ञा भवितुं न अर्हति यावत् इति अव्ययमस्ति तस्यापि उपसर्जनं नास्ति इति कृत्वा एव वयं किं कुर्मः तत्र पूर्वस्मात् सूत्रात् अव्ययविभक्तिसमीप इति दीर्घसूत्रात् अव्ययम् इति पदम् अनुवृत्तिरूपेण अत्र अस्ति तत् पदं तु प्रथमविभक्त्याम् अस्ति इति कृत्वा अव्ययम् इति यत् पदम् अस्ति तत्र अनुवृत्तिसहितसूत्रे तस्य उपसर्जना उपसर्जनसंज्ञा अस्ति तदा तेन लक्षितं पदं यत् अस्ति तत्र प्रक्रियायां यावत् इति यत् पदम् अस्ति तस्यापि उपसर्जनसंज्ञा भवति तदा उपसर्जनपूर्वम् इति सूत्रेण तस्य पूर्वप्रयोगः भवति इति अर्थः अवगतं वा अतः दीर्घसूत्र आधारेण उपसर्जनं भवति अव्ययम् उपसर्जनं निर्माणं पूर्वसूत्राधारेण भवति भवान् वा न तत्र पूर्वसूत्र आधारेण इति न वदतु अत्र अस्मिन् सूत्रे अनुवृत्तिरूपेण अव्ययम् इति पदम् आगच्छति तस्य उपसर्जनसंज्ञा अनेन तत्र प्रक्रियायां यावत् इति पदस्य उपसर्जनसंज्ञा धन्यवादः अहं मै कम्प्यूटर् इदानीम् अहं जानामि अनुवृत्तिः अस्ति सूत्र तत्र अवधारणे यावत् अव्ययं सुप् सुपासः वैभावसमासः अस्तु इदानीं तत्र वयं जानीमः यावत् इति पदस्य पूर्वप्रयोगः भवति यावत् पत्र इति अस्ति तदनन्तरं यावत् पत्र पत्र अहं पत्र अदन्तं पत्र अदन्तम् अदन्तमस्ति तदनन्तरं वयं जानीमः तदनन्तरं यावत् पत्र प्रातिपदिक भवति प्रातिपदिक प्रत्यय विना महत्त्वं नास्ति तर् एतदन्तरं यावत् पत्र योगासु याङ् प्रातिपदिकात् प्रत्यय परश्च अधिकार सोजस्मौट् इत्यादि यावत् पत्र योगासु वैभावच अर्थ व्यम् अपि च नपुंसकं संज्ञा अग्रे अस्तु महोदय सर्वं वयं जानीमः इदानीं प्रक्रियां वयं सर्वे जानीमः यावत् पत्रमिति रूपं भवति तत्तु अवगच्छामः अस्तु धन्यवादः महोदय समयः जातः अत्र स्थगयामि किञ्चित् वक्तुम् इच्छामि तदनन्तरं वर्गस्य अनन्तरं अत्र स्थगयामः सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः